पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 38 नारद उवाच वाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो कथितानि समासेन तीर्थान्यन्यानि संशृणु ततो गयां समासाद्य ब्रह्मचारी समाहितः अश्वमेधमवाप्नोति गमनादेव भारत यत्राक्षय्यवडो नाम त्रिषु लोकेषु विश्रुतः पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो महानद्यामुपस्पृश्य तर्पयेत् पितृदेवताः अक्षयान् प्राप्नुयाल्लोकान् कुलं चैव समुद्धरेत् ततो ब्रह्मसरो गच्छेत् ब्रह्मारण्योपसेवितं पुण्डरीकमवाप्नोति प्रभातमिव शर्वरी सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेद ततो गच्छेद राजेन्द्र धेनुकं लोकविश्रुतं एकरात्रोषितो राजन् प्रयच्छेत्तिलधेनुकां सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवं तत्र चिह्नं महाराज अद्यापि हिनसंशयः कपिला सहवत्सा वै पर्वते विचरत्युदः स वत्साया पदान्यस्य दृश्यन्तेऽद्यापि भारत तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम यत्किञ्चिदशुभं पापं तत् प्रणश्यति भारत ततो गृध्रवडं गच्छेत् स्थानं देवस्य शूलिनः स्नायात्तु भस्मना तत्र सङ्गम्य वृषभध्वजं ब्राह्मणेन भवेच्छीर्णं व्रतं द्वादशवार्षिकम् इतरेषां तु वर्णानां सर्वपापं प्रणश्यति गच्छेद तद उद्यन्तं पर्वतं गीदनादितं सावित्रं तु पदं तत्र दृश्यते भरदर्षभ तत्र सन्ध्यामुपासीदब्राह्मणः संश्रितव्रतः उपास्ताहि भवेत् सन्ध्या तेन द्वादशवार्षिकी योनिद्वारं च तत्रैव विश्रुतं भरदर्षभ तत्राभिगम्यमुच्येत पुरुषो योनिसङ्कटाद शुक्लकृष्णा उभौ पक्षौ गयायां यो वस्येन्नरः पुनात्या सप्तमं राजन् कुलं नास्त्यत्र संशयः येष्ठव्या बहवः पुत्रा यद्यप्येगो गयां व्रजेद यजेद वाश्वमेधेन नीलं वा वृषमुत्सृजेद तदः फल्गुं व्रजेद्राजं तीर्थसेवी नराधिप अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेद ततो गच्छेद राजेन्द्र धर्मपृष्ठं समाहितः यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर धर्मं तत्राभिसङ्गम्य वाजिमेध फलं लभेद ततो गच्छेद राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् तत्राभिगम्य ब्रह्माणमर्चयेन्नियतव्रतः राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत। ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप उपस्पृश्य ततस्तत्र कक्षी वानिवमोददे यक्षिण्यानैत्यगं तत्र प्रागग्निपुरुषशुचिः यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया मणिनागं ततो गच्छेत् गोसहस्रफलं लभेद नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः दष्टस्याशी विषेणास्य न विषं प्रमदे नृप तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ततो गच्छेदब्रह्मर्षेर्गौतमस्य वनं नृप अहल्याया हृदे स्नात्वा व्रजेद परमां गतिम् अभिगम्य श्रियं राजन्विन्ददे श्रियमुत्तमां तत्रोदपानो धर्मज्ञत्रिषु लोकेषु विश्रुतः तत्राभिषेकं कुर्वीद वाजि मेधमवाप्नुयाद जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः तत्राभिषेकं कृत्वा च विष्णुलोकमवाप्नुयाद ततो विनाशनं गच्छेत् सर्वपापप्रमोचनं वाजिमेधमवाप्नोति सोमलोकं च गच्छति गण्डकीं च समासाद्य सर्वतीर्थजलोद्भवाम् वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनं गुह्यकेषु महाभाग मोददे नात्र संशयः कर्मदां तु समासाद्य नदीं सिद्धनिषेवितां पुण्डरीकमवाप्नोति सोमलोकं च गच्छति ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् अग्निष्ठोममवाप्नोति स्वर्गलोकं च गच्छति अथ माहेश्वरीं धारां समासाद्य नराधिप अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् दिवौकसां पुष्करिणीं समासाद्य नरशुचिः न गुर्गतिमवाप्नोति वाजपेयं च विन्दति अथ माहेशपदं गच्छेद्ब्रह्मचारी समाहितः माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेद तत्र कोटिस्तु तीर्थानां विश्रुता भरदर्षभ कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना ह्रियमाणा हृदा राजन्विष्णुना प्रभविष्णुना तत्राभिषेकं कुर्वीद तीर्थकोट्यां नराधिप पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ततो गच्छेन्नरश्रेष्ठस्थानं नारायणस्य च सदा सन्निहितो यत्र हरिर्वसति भारत यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः आदित्या वसवो रुद्रा जनार्दनमुपासते शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः अभिगम्य त्रिलोकेशं वरदं विष्णुमुच्यतम् अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति तत्रोदपानो धर्मज्ञ सर्वपापः प्रमोचनः समुद्रात्तत्र चत्वारः कूपे सन्निहितास्तदा तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयाद अभिगम्य महादेवं वरदं विष्णुमव्ययं विराजदे यथा सोम ऋणैर्मुक्तो युधिष्ठिर जातिस्मरम् उपस्पृश्य शुचिः प्रयतमानसः जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः वडेश्वरपुरं गत्वा अर्चयित्वा च केशवम् ईप्सिल्लभ्यते लोकानुपवासान्न संशयः ततस्तु वामनं गत्वा सर्वपापप्रणाशनम् अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयाद भरतस्याश्रमं गत्वा सर्वपापप्रमोचनं कौशिकीं तत्र सेवेद महापातकनाशिनीं राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ततो गच्छेद धर्मज्ञ चम्पकारण्यमुत्तमं तत्रोष्य रजनीमेकां गोसहस्रफलं लभेद अथ गोविन्दमासाद्य तीर्थं परमसम्मतम् उपोष्य रजनीमेकामग्निष्ठोम फलं लभेद तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिं मित्रावरुणयोर्लोकान् प्राप्नुयाद्भरदर्षभ त्रिरात्रो पोषितस्तत्र अग्निष्टोम फलं लभेत कन्यावसधमासाद्य नियदो नियदाशनः मनोः प्रजापतेर्लोकानाप्नोति भरदर्षभ कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत तदक्षयमिति प्राहुर्षयः संशितव्रताः निष्ठावासं समासाद्य त्रिषु लोकेषु विश्रुतम् अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ये तु दानं प्रयच्छन्ति निष्ठाया सङ्गमे नराः ते यान्ति नरशार्दूलब्रह्मलोकमनामयं तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयाद देवकूडं समासाद्य देवर्षि गणसेविदम् अश्वमेधमवाप्नोति कुलं चैव समुद्धरेद ततो गच्छेद राजेन्द्र कौशिकस्य मुनेर्ह्रदं तत्र सिद्धिं परां प्राप विश्वामित्रोऽथ कौशिकः यत्र मासं वसेद्धीरः कौशिक्यां भरदर्षभ अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति सर्वतीर्थवरं चैव यो वसेदमहाह्रदं न दुर्गतिमवाप्नोति विन्द्याद् बहु सुवर्णकम् कुमारमभिगम्याथ वीराश्रमनिवासिनम् अश्वमेधमवाप्नोति शक्रलोकं स गच्छति नं दिन्यां च समासाद्य कूपं त्रिदशसेवितं नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरुद्वः कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यदः त्रिरात्रो पोषितो विद्वान् सर्वपापैः प्रमुच्यते उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः तथा कोपामुखे स्नात्वा ब्रह्मचारी समाहितः जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनैः सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ऋषभद्वीपमासाद्य सेव्य क्रौञ्चनिषूदनं सरस्वत्यामुपस्पृश्य विमानस्थो विराजते औद्यानकं महाराज तीर्थं मुनिनिषेविदं तत्राभिषेकं कुर्वीद सर्वपापैः प्रमुच्यते ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेविदं वाचपेयमवाप्नोति नरो नास्त्यत्र संशयः ततश्चम्पां समासाद्य भागीरथ्यां कृतोदकः दण्डार्पणं समासाद्य गोसहस्रफलं लभेद लाविड्ढिकां ततो गच्छेत् पुण्यां पुण्यनिषेवितां वाजपेयमवाप्नोति विमानस्तश्च पूज्यते इति श्रीपाद्मे महापुराणे स्वर्गखण्डे गयादितीर्थमाहात्म्यकथनं नाम अष्टत्रिंशोऽध्यायः ॐ